नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति दिवादिगणः इति. अदन्ताङ्गेषु द्वितीयः गणः अस्ति दिवादिगणः. दशगणाः सन्ति इति वयं जानीमः. सार्वधातुकलकारेषु सार्वधातुकलकारः इत्युक्ते कः इति वयम् इत्यपि वयं जानीमः. तत्र लट् लोट् लङ् विदिलिङ् एतेषु एते लकाराः सार्वधातुकलकाराः वदामः. तत्र भुवादिगणः इति विषयः समाप्तः. इदानीं दिवादिगणः इति विषयः गतवर्गे एव आरब्धः. अत्र दिवादिगणे विकरणप्रत्ययः अस्ति ष्यन्. दिवादिभ्यः ष्यन् इति सूत्रेण ष्यन् इति विकरणप्रत्ययस्य विधानं भवति कर्तार्थकसार्वधातुकप्रत्यये परे. इत्युक्ते कर्तरि शप् इति उत्सर्गसूत्रं. कर्तरि शप् इति सूत्रस्य कार्यार्थं तत्र सूत्रे गणस्य उल्लेखः किमपि नास्ति इति कृत्वा तस्य प्रसक्तिः सर्वत्र भवति यत्र यत्र सार्वधातुककर्त्रार्थकप्रत्ययः अस्ति. तर्हि दिवादिगणीयधातुभ्यः अपि शप् विधानं शक्यते, परन्तु शपं प्रबाद्य तत्र दिवादिभ्यः ष्यन् इति सूत्रेण ष्यन् विकरणप्रत्ययः विधीयते. ष्यन् प्रत्ययः शप् प्रत्ययः नैव कः भेदः इति चेत् तत्र महान् भेदः. तत्र शप् प्रत्ययः पित् अस्ति, ष्यन् प्रत्ययः पित् नास्ति, अपित् अस्ति. यतोहि पकारस्य इत्संज्ञा नास्ति ष्यन् इति प्रत्यये, अतः अपित् इति वदामः. सार्वधातुकप्रकरणे अपित् प्रत्ययस्य बहु प्राधान्यं वर्तते. अपित् प्रत्ययः अस्ति चेत् तत्र अतिदेशः क्रियते. अपित् अस्ति चेत् तत्र नित्वम् इति अध्यारोपः क्रियते सार्वधातुकम् अपित् इति सूत्रेण. अतः ष्यन् प्रत्ययः इदानीं निद्वत् जातम्. निद्वत् जातं चेत् तत्र नित्वस्य किं महत्त्वम् इति चेत् तत्र यत्र यत्र प्रत्ययः नित् अस्ति अथवा निद्वत् अस्ति अथवा खित् अस्ति तत्र प्रमुखत्रीणि कार्याणि भवन्ति इति गतवर्गे अस्माभिः ज्ञातम्. एकं तु वयं जानीमः किनिति च इति सूत्रेण गुणनिषेधः इति एकं कार्यं. प्रत्ययः नित् निद्वत् कित् गित् इति अस्ति चेत् तत्र प्रत्ययं निमित्तीकृत्य अङ्गस्य गुणः वा वृद्धिः वा न भवति. निषेधः अस्ति किमिति च इति सूत्रेण गुणनिषेधः. अपित्वात् गुणनिषेधः इति सामान्यं वयं जानीमः, वारं वारम् अस्माभिः दृष्टम्. इतोपि कार्यद्वयम् अस्ति. नित् प्रत्ययः नित्वत् प्रत्ययमाश्रित्य इतोपि कार्यद्वयम् अस्ति. अनिदितां हल उपदायात् निति इति सूत्रेण अनिदित् धातुः, यः अनिदित् धातुः हलन्तः अस्ति, उपदायां मूले एव नकारः अस्ति चेत् नकारस्य लोपः भवति नित् प्रत्ययम् आश्रित्य. ष्यन् प्रत्ययः तादृशप्रत्ययः निद्वत् अस्ति इति कृत्वा ष्यन् प्रत्ययं निमित्तीकृत्य गुणनिषेधः अपि भवितुम् अर्हति. अनिदितां हल उपदायात् निति इति सूत्रेण उपदायाः नकारस्य लोपः अपि भवितुम् अर्हति. अनिदिताम् इति अस्मिन् सूत्रे न इदित् तेषां, तर्हि तत्र धातौ औपदेशिकावस्थायां धातौ तस्वैकारस्य इत्संज्ञा न स्यात् तादृशधातुः इति कार्यद्वयम्. तृतीयं कार्यं किम् इति चेत् सम्प्रसारणम् इति तृतीयं कार्यं. सम्प्रसारिणीनां धातूनाम् इत्युक्ते तादृशधातवः दिवादिगणे सन्ति चेत् तदानीं तत्र नित् प्रत्ययमाश्रित्य सम्प्रसारणकार्यमपि भवितुमर्हति. तर्हि आहत्य त्रीणि कार्याणि, न केवलम् अस्मिन् गणे, इतः अग्रे गत्वा तत्र यस्मिन् यस्मिन् गणे तत्र विकरणप्रत्ययः अपित् अस्ति तत्र सर्वत्र एतानि त्रीणि कार्याणि भवितुम् अर्हन्ति. सर्वत्र भवति इति नास्ति. किमिति च इति गुणनिषेधः प्रत्ययः इगन्तः अथवा इगुपदः न धातुः अथवा अङ्गम् इगन्तः अथवा इगुपदः अस्ति चेत् गुणनिषेधः भवति. धातुः हलन्तः अनिदित् अस्ति उपदायां नकारः अस्ति चेत् न लोपः भवति. अनन्तरं धातुः सम्प्रसारिणी अस्ति चेत् तदानीं सम्प्रसारणकार्यं भवितुम् अर्हति इति त्रीणि कार्याणि. इतोपि कार्यद्वयम् अस्ति. दीर्घऋकारान्तधातुः अस्ति चेत् तत्र ह्रस्वैकारादेशः भवति कित् कित् प्रत्ययम् आश्रित्य. अनन्तरम् उपदायां दीर्घऋकारः अस्ति चेत् अपि तत्र ह्रस्वैकारादेशः भवति कित् कित् प्रत्ययम् आश्रित्य. अनन्तरं तत्र किं तत्र दीर्घ तत्र तत्तु किं वक्तुम् इच्छामः इति चेत् तत्र उदोष्ट्यपूर्वस्य इति अन्यत् सूत्रमस्ति. इत्युक्ते तत्र तत्र पवर्गीयवर्णः अस्ति चेत् दीर्घऋकारात् पूर्वं पवर्गीयवर्णः अस्ति चेत् तस्य दीर्घऋकारस्य उकारादेशः भवति इति इतोपि कार्याणि सन्ति. तत्तत् प्रसङ्गे वयं पश्यामः अग्रे. परन्तु साधारणतया तत्र एतानि त्रीणि कार्याणि भवन्ति, गुणनिषेधः, न लोपः, सप्रसारणम्. त्रीणि कार्याणि भवन्ति इति सर्वदा स्मर्तव्यं. न केवलं सार्वधातुकप्रकरणे, आर्धधातुकप्रकरणे अपि एतेषां त्रयाणां कार्याणां प्रसक्तिः तत्र भवति. यथा तत्र तप् प्रत्ययः, तवतु प्रत्ययः इति पश्यामः चेत् तत्रापि एतानि त्रीणि कार्याणि भवन्ति, गुणनिषेधः, न लोपः, अनन्तरं सम्प्रसारणम् इति दृष्टं. तदनन्तरं तत्र अग्रिमपरिच्छेदः अपि आरब्धः. धातवः चतुर्दशविधाः इति अत्र उक्तं. तत्र अस्माभिः चर्चितं यत् गतवर्गे तत्र अस्माकं ग्रन्थेषु, प्रक्रियग्रन्थेषु, यथा तत्र कौमुदीग्रन्थः अथवा तादृशग्रन्थेषु प्रक्रियामाश्रित्य लिखिताः ये ये ग्रन्थाः सन्ति तेषां विषये वयं पश्यामः चेत् तत्र सुबन्तप्रकरणे तत्र शब्दानाम् आयोजनं कथमस्ति इति चेत् तत्र शब्दस्य अन्तिमवर्णम् अनुसृत्य अकारान्तपुल्लिङ्गः शब्दः, इकारान्तपुल्लिङ्गः, ईकारान्तस्त्रीलिङ्गः इति एवं रीत्या तत्र आयोजनं भवति. पुल्लिङ्गशब्दाः, स्त्रीलिङ्गशब्दाः, पुल्लिङ्गशब्देषु अन्तिमवर्णम् आश्रित्य अजन्तशब्दाः, हलन्तशब्दाः इति तादृशविभजनम् अस्ति. तर्हि तेन अस्माकं सौलभ्यं भवति. एकस्य शब्दस्य अवगमनेन राम इति अकारान्तशब्दः शब्दस्य प्रक्रिया कथम् अस्ति इति जानीमः चेत् तर्हि सर्वेषाम् अकारान्तानां ज्ञानं तु भवति एव. एवमेव तत्र मुनि इति ह्रस्वैकारान्तस्य विषये जानीमः चेत् सर्वेषामपि ज्ञानं भवति. तर्हि तत्र सौलभ्यम् अस्ति. एकस्य ज्ञानेन अत्र तस्मिन् परिधौ अन्ये ये ये शब्दाः सन्ति तेषां सर्वेषां ज्ञानं भवति. यथा भवति तथा आयोजनं नास्ति तत्र सार्वधातुकप्रकरणे वा आर्धधातुकप्रकरणे वा तत्र प्रक्रियायाः विषये तादृशसुन्दररीत्या आयोजनं नास्ति प्रक्रियाग्रन्थेषु. तत्र किं कुर्वन्ति इति चेत् प्रत्येकं धातुं स्वीकृत्य तत्र लट् लोट् लङ् विधिलिङ्ग्, अनन्तरं लिट् लुट् इति तत्र सर्वेषां लकाराणाम् आयोजनं भवति प्रत्येकं धातुं स्वीकृत्य. तर्हि एकस्य धातोः विषये तत्र दशलकारेषु किं किं भवति इति वयं जानीमः. पुनः अन्यं धातुं स्वीकृत्य पुनः एवं रीत्या एव लट् लोट् लङ् विधिलिङ्ग्, लिट् लुट् लृट् सर्वम् एवं रीत्या कुर्वन्ति चेत् तत्र अस्माकं मनसि आयोजनं नास्ति. तत्र एकस्य शब्दस्य ज्ञानेन अन्येषां शब्दानां ज्ञानं कथं भवति इति तादृशस्पष्टतया आयोजनम् अस्माकं मनसि न भवति इति एव तत्र महान् क्लेशः आसीत्. तस्य परिहाराय मातृभिः किं कृतम् इति चेत् तत्र धातूनां विभजनं प्रथमतया कृतवती. इत्युक्ते तत्र अजन्तदातवः, हलन्तदातवः, स्वबन्धप्रक्रियायां यादृशी व्यवस्था अस्ति तादृशी व्यवस्था अत्रापि भवितुम् अर्हति इति विचिन्त्य धातूनां विभजनं कृतवती. अजन्तदातवः, हलन्तदातवः इति प्रथमतया श्रेणीकरणम्. अजन्तदातुषु अपि धातोः अन्तिमवर्णम् आश्रित्य पुनः विभजनं, ह्रस्वकारः, इकारः, उकारः, ऋकारः इति एवं रीत्या विभजनम्. अनन्तरं हलन्तधातुषु अपि तत्र उपधायां कः वर्णः अस्ति इति तं वर्णम् आश्रित्य पुनः विभजनं कृतवती. तर्हि तत्र अदुपदधातुः, इदुपदधातुः, उदुपदधातुः, रुद्धपदधातुः, शेषधातुः इति तादृशविभजनं. किमर्थम् एतादृशविभजनं कृतवती इति चेत् पाणिनीयसूत्राणि तथैव सन्ति. अजन्तधातूनां कृते पाणिनीयसूत्राणि अन्तिमवर्णम् आश्रित्य सूत्राणि प्रवर्तन्ते. हलन्तधातूनां कृते तु उपधायां यः वर्णः अस्ति, यः स्वरः अस्ति, तं स्वरम् आश्रित्य सूत्राणि प्रवर्तन्ते इति कृत्वा तादृश आयोजनं कृतवती. अनेन सुबन्तप्रक्रियायां यादृशसौलभ्यं लभ्यते तादृशसौलभ्यं सार्वधातुकप्रकरणे, आर्धधातुकप्रकरणे अपि प्राप्तुं शक्यते. तर्हि इदानीम् अत्र सार्वधातुकप्रकरणे किम् अस्ति इति चेत् तत्र प्रथमतया धातवः सन्ति, पुनः धातूनां विभजनमस्ति, गणमाश्रित्य विभजनमस्ति खलु, वादिगणः, दिवादिगणः, चुरादिगणः इति एवं रीत्या गणमाश्रित्य धातूनां विभजनम् अस्ति. तर्हि तत्तद्गणे एव पुनः विभजनम् अजन्तदातवः, अलन्तदातवः. यथा अस्माभिः वादिगणे दृष्टाः वादिगणे तत्र धातूनां विभजनं कथम् इति अस्माभिः दृष्टमासीत्, अजन्तदातवः हलन्तदातवः इति तस्मिन् गणे एव पुनः विभजनमस्ति, एवमेव तत्र गण एकैकं गणम् आश्रित्य पुनः विभजनमस्ति, अजन्तदातवः हलन्तदातवः पुनः अजन्तदातूनाम् अकारान्तः आकारान्तः इकारान्तः ईकारान्तः इत्यादयः, हलन्तदातूनाम् अधुपद इदुपद उदुपद ऋदुपद शेषदातवः इति, एवं रीत्या गणम् आश्रित्य विभजनम् अस्ति इति सार्वधातुकप्रक्रियायाः वैलक्षण्यम्। आर्धधातुकप्रक्रियायां किम् अस्ति इति चेत् तत्र गणमेव नास्ति, गणस्य महत्त्वं नास्ति इति कृत्वा सर्वेषां धातूनां विभागद्वयम् अजन्तदातवः हलन्तदातवः, पुनः अजन्तदातुषु एवमेव तत्र क्रमः अकारान्तः आकारान्तः, तत्र आर्धधातुकप्रक्रियाम् अकारान्तः सर्वे हलन्तः भवन्ति इति कृत्वा आकारान्तः इकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः इति, अनन्तरं हलन्तदातुषु अधुपद इदुपद इत्यादयः, एवं रीत्या विभजनं भवति चेत् तर्हि तत्र किं सौलभ्यम् इति चेत् एकस्य ज्ञानेन तस्मिन् गणे अन्ये ये ये सन्ति तेषां सर्वेषां ज्ञानं सुलभतया भवति इति विचिन्त्य एतादृशविभजनं कृतम्। तस्य लाभः अस्माभिः अपि ज्ञातः वादिगणे, एकस्य इगुपदधातोः ज्ञानेन सर्वेषाम् इगुपदधातूनां ज्ञानं भवति, यतोहि तत्र विशिष्टसूत्रं किमपि नास्ति चेत् सर्वेषां ज्ञानं भवति इति अस्माभिः तत्र दृष्टमासीत्। तर्हि इदानीं ततः अग्रे गन्तुं शक्नुमः, एतावता कोऽपि प्रश्नः अस्ति वा? अस्तु, इदानीं तत्र कः तत्र राजीभगिनी आरम्भं करोति वा? अधुना दिवादिगणे। आं भगिनि, आरम्भं करोमि। कुतः आरम्भं करणीयम्? अधुना दिवादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षितां, तत्र धातवः चतुर्दशविधाः इति अस्ति खलु? आम्, तत्र तृतीयपरिच्छेदः। अस्तु भगिनि, अधुना दिवादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवति इति वीक्षताम्। दिवादिगणः प्रथमधातुगणसमूहे नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तम्। ष्यन् प्रत्ययस्य शकारस्य इत्संज्ञा लषक्वत्यधिते इति सूत्रेण, नकारस्य इत्संज्ञा हलन्त्यम् इति सूत्रेण, तस्य लोपः इत्यनेन तयोर्लोपः इति अवशिष्यते। दिवादिगणीयः धातुः यः कोऽपि भवतु नाम अङ्गस्य अन्ते य इत्यस्य अकारः भवति एव, यथा नूत् योगः य नृत्योगः य नृत्य। अस्तु, दिवादिगणे शन् शन् इति विकनप्रत्ययः अस्ति। शन् प्रत्ययः शकारस्य लोपः शकारस्य इत्संज्ञा भवति लषक्वत्यधिते इति सूत्रेण, नकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण, तदनन्तरं तस्य लोपः इति सूत्रेण शकारस्य नकारस्य लोपः भवति दिवादिगणीय धातुः अङ्गस्य अन्ते य इत्यस्य अकारः भवति एव, उदाहरणार्थं नृत् योगः य इति स्वीकुर्मः चेत् नृत्य इति अङ्गम् आगच्छति, तत्र अकारस्य उच्चारणं भवति। यकारयोगः अकारः, अन्ते अकारस्य उच्चारणं भवति तत्र। अग्रे पठामि। धन्यवादः। इदानीम् अग्रे अन्य कोऽपि पठति इत्युक्ते तत्र अत्र किमपि नूतनं नास्ति, तत्र शन् प्रत्यये तत्र इत्संज्ञकवर्णानां लोपानन्तरं य इति अवशिष्यते, तत्र केवलं हल् वर्णः नास्ति, अच्वर्णसहितः य इति अवशिष्यते इति जानीमः। अस्तु, अग्रे मीना भगिनी। पूर्वमेव अस्माभिः सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ्प्रत्ययाः साधिताः पूर्वतनपाठे अदन्ताङ्ग तिङ् प्रत्ययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम्। अधुना दिवादिगणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणविधिः अस्माभिः ज्ञायेत। अङ्गस्य सामान्यचिन्तनं किं विशेषचिन्तनं किम् इति ज्ञेयम्। एकवारम् अङ्गं निर्मितं ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ्प्रत्ययोः के अपि च अङ्ग तिङ्प्रत्ययोः संयोजनविधिः अस्माभिः ज्ञायते एव। अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते। अस्य अङ्गम् अस्ति चेत् लटि लोटि लङि विधिलिङ् च तिङन्तबुद्धिः प्राप्ता। अत्र सार्वधातुलकार लट्लोट् लङ् विधिङ् विधिलिङ् इति सार्वधातुलकाराः सन्ति। पूर्व भ्वादिगणे एव तिङ् तिङ् सिद्धतिङ् प्रत्ययव तदनन्तरम् अङ्गनिर्माणम् अङ्गम् अस्ति अदन्तम् अङ्गम् अस्ति चेत् संयोजनं कृतं भ्वादिगणेषु कथं भवति इति। इदानीं दिवादिगणे समान प्रक्रिया एव। किमर्थमिति चेत् ष्यन् प्रत्ययः अपि अका ष्यन् इति प्रत्ययः अकारान्तः तस्मात् अदन्तम् अङ्गं भवति सर्वेषां धातूनां कृते अदन्तम् अङ्गं भवति। अङ्गस्य तदनन्तरं लकाराणां लकारसिद्धतिङ्प्रत्ययः सामान्यमेव यत्र अदन्तमङ्गम् अस्ति चेत् सिद्धप्रत्ययानां प्रक्रिया समानमेव। तत्र संयोजन अदन्तम् अङ्गम् अपि च सिद्धतिङ्प्रत्ययान्त योजनम् अपि अत्र ज्ञास्यामः। अत्र अधुना इदानीं लटि लोटि लङि विधिलिङ् तिङन्त अत्र योजनेन किं भवति इति ज्ञास्यामः। इदानीं सा समानप्रक्रिया एव भ्वादिगणे यत्र आसीत् तत् समानप्रक्रिया एव अत्र एव। समीचीनं समीचीनं भगिनि। इत्युक्ते तत्र यद्यपि समानम् एव अङ्गनिर्माणं समानमेव, अत्र कः भेदः इति चेत् अङ्गकार्याणि किञ्चित् भिद्यन्ते। यद्यपि अङ्गनिर्माणम् अङ्गनिर्माणप्रक्रिया अथवा सोपानानि समानानि, परन्तु तत्र अङ्गकार्याणि भिद्यन्ते। तत्र तु भ्वादिगणे केवलं तत्र गुणस्य विषये एव चिन्तनम् आसीत्, अत्र इतोपि कार्याणि सन्ति। इतोपि कार्याणि सन्ति इत्युक्ते तत् सम्प्रसारणम् अथवा तत्र न लोपः इत्यादीनि अत्र सन्ति। तर्हि अत्र मुख्यविषयः अङ्गनिर्माणं कथम् इति जानीमः चेत् तदनन्तरं सिद्धप्रत्ययाः के इत्यपि जानीमः, यतोहि वादिगणे ये प्रत्ययाः सन्ति ते एव प्रत्ययाः अत्रापि सन्ति, तिङ्प्रत्ययाः न कोऽपि भेदः। यतोहि ष्यन् प्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तम् अस्ति, तर्हि सर्वेषाम् अदन्त अङ्गानां तिङ्प्रत्ययाः सिद्धप्रत्ययाः समानाः इति कृत्वा वादिगणे ये प्रत्ययाः सन्ति ते एव तिङ्प्रत्ययाः अत्रापि सन्ति। अङ्गं यदा सिद्धं भवति तदानीं योजनमेव, योजनसन्दर्भे तत्र यानि सन्धिकार्याणि अस्माभिः पूर्वं तत्र चर्चितानि तानि सर्वाणि अपि अत्रापि भवन्ति। अङ्ग यतोहि अङ्गम् अदन्तं, तदनन्तरं सिद्धप्रत्ययेन सह यदा योजनं भवति तदानीं समानरीत्या सन्धिकार्याणि भवन्ति, अतो गुणे इत्यादीनि कार्याणि, अतो दीर्घो यञि अतो गुणे इत्यादीनि कार्याणि। अस्तु, तर्हि अग्रे अरुणा भगिनी पठति वा? आं भगिनि, तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम् अङ्ग ज्ञायते चेत् लटि लोटि लङ्गि विधिलङ्गि च सर्वाणि रूपाणि ज्ञायन्ते। एकवारं दिवादिगणे चतुर्णां लकाराणां तिङ्गन्तरूपाणि कथं सन्ति इति पश्येम। तदा एवमेव अग्रे कस्यचित् अपि धातोः अदन्त अङ्गस्य ज्ञानेन सर्वाणि तिङन्तरूपाणि ज्ञास्यते. अत्र दृष्टान्ते परस्मैपदे नश् धातुः अङ्गमस्ति नश् योगः षण् नश्य इति अङ्गम्. ओके, तदर्थं भगिनि वयम् अङ्गं किम् इति ज्ञायते चेत् प्रक्रिया लटि लोटि लङ्गि रिजलिन् समानमेव भवत् सर्वाणि रूपाणि ज्ञायन्ते. पदं तदनन्तरं वयमपि जानीमः किं सिद्धप्रत्यया लट्लकारे किम् अस्ति लट् लङ् लोट् विजलिङ् अपि जानीमः परस्मैपदी आत्मनेपदी अस्ति. अत्र तदपं परस्मैपदी धातु प्रक्रिया दत्तं नश् धातु नश् योगः षण् वयं जानीमः लटि सिद्धप्रत्ययः सीतः अति सी तः थ मे वः नः मः. सो नश् धातु स्वीकृत्य नश्य इति अङ्गम् अकारान्ताङ्गं नश्यति नश्यतः नश्यन्ति नश्यसि नश्यतः नश्यथ नश्यामि नश्यावः नश्यामः. सर्वे पठामि भगिनि. अग्रे लोट् लोटि अपि लोट् अपि प्रत्यय सिद्धप्रत्यय तु तात् ताम् अन्तु शून्यं तात् तं था आनि आव आम नश्य अख अङ्गमस्ति नश्य यवतु केवलं वर्णमेलनं नश्यतु नश्यतात् नश्यतां नश्यन्तु. अत्र अद्गुणः इति सूत्रेण पररूपम् आदेशं भवति दीर्घ न भवति. नश्य एव लोट् मध्यं तु एकरूपं नश्य नश्यतात् नश्यतं नश्यत नश्यानि नश्याव नश्याम. धन्यवादः. धन्यवादः. इदानीं तत्र ततः अग्रे सूर्यकुमारी भगिनी लङ्गि विदुलिङ्गि भगिनि लङ्गि सिद्धप्रत्यय क्षम्यतां भगिनि किं क्षम्यतां लङ्गिसिद्धप्रत्ययः त ताम् अन् स तं त अं वा मा लङ्लकारे तिन्रु तिन्रु तिनन्तरूपाणि अङ्गमस्ति नस्य अनस्यत् अनस्यताम् अनस्यन् अनस्यः अनस्यतम् अनस्यत अनस्यम् अनस्याव अनस्याम. अडागमः केन सूत्रेण अडागमः लङ् लुङ् लृङ् अदि अटदि क्षम्यतां भगिनि त्रिषु लकारेषु आदि अकार भवति. सूत्रं सम्पूर्णं न ज्ञातव्यं. सूत्रं किं लुङ्ग्लाङ्ग् रिङ्ग् वडुष् लिङ्ग् लुङ्ग्लाङ्ग् रिङ्ग् वडुदातः सूत्रं खलु. लुङ्ग्लाङ्ग् रिङ्ग् वडुष् लुङ्ग्लाङ्ग् रिङ्ग् ष्वरुदातः लृङ्षु अट् उदातः. भगिनि अग्रे विधिलिङ्ग् सिद्धप्रत्ययः इत् इतां युः युः इह इतम् इत इयं युव इम अङ्गमस्ति नस्य नस्येत् नस्येतां नस्येयुः नस्येः नस्येतां नस्येतं नस्येत नस्यानि नस्याम नस्याव नस्याम. सन्धिकार्यं भवति सर्वत्र केवलं सन्धिकार्यमेव अस्तु समीचीनं तर्हि अस्तु तर्हि अग्रे विनय महोदय भगिनी अत्र अत्र करपत्रे नश्यानि इति इति दत्तं नश्यम् इति इति नश्यमिति स्यात् नश्येव नश्येम दोषः स्थापयामि कापि पेस्ट् कृतं खलु तत्र दोषः जातः तावदेव अत्र टेबल् माध्यमेन स्थापितमासीत् तदानीं कापि पेस्ट् यदा कृतं तत्र दोषः जातः तावत् परिष्करं धन्यवादः अस्तु तर्हि सूर्यकुमारी भगिनी पुनः पुनः विधिर्लिङ्ग् रूपाणि वदतु एकवारं नश्येत् नश्येतां नश्येयुः नश्येः नश्येतं नश्येत नश्येयं नश्याव नश्याम नश्येम नश्येम नश्येव नश्येम नश्येयं नश्येयं नश्येव नश्येम भगिनि खलु नश्येम नश्येम रैट् एम् नास्ति एम इम इति प्रत्ययः खलु उत्तमपुरुषे बहुवचने इम इति प्रत्ययः अतः नश्येम नश्येम् नास्ति नश्येम प्रथम एकवचनं नश्येम नश्येम नश्येयं ओ भगिनि नश्य इति अङ्गं खलु नश्येयम् आम् नश्ययोगः इयं नश्ययोगः इम् इयम् अद्गुणः इत्यनेन गुणसन्धिः नश्येयं नश्येयं नश्येव नश्येम समीचीनम् अस्तु तर्हि विनय महोदय अग्रे दिवादिगणे आग्नेपदे विद् धातुः अङ्गमस्ति विद् योग श्रवण विद्य लट् लकार तेत्यन्ते विद्यते तेत्यन्ते सेथे द्वे एव हे महे विद्यते विद्येते विद्यन्ते विद्यसे विद्येथे विद्युद्वये विद्वे विद्यामहे विद्यामहे लोट्लकार तामितामन्तां स्वयथां त्वम् अयि आमहे आमहे विद्यतां विद्येतां विद्यन्तां विद्यस्व विद्येथां विद्युध्वं विद्यै विद्या वहै विद्यामहे लङ्लकार त्वयतामन्त स्थायतां त्वम् इवहि महि अविद्यत अविद्येताम् अविद्यन्त अविद्यथाः अविद्येथाम् अविद्यध्वम् अविद्ये अविद्या वहि अविद्या महि विधिलिङ्ग ईत् इताम् ईत् इयताम् ईरनम् इथा इयथाम् ईध्वम् ई ईवहि ईमहि विद्येत विद्येयाताम् विद्येरन् विद्येथः विद्येयाथाम् विद्येध्वम् विद्येय विद्ये वहि विद्ये महि अग्रे केवलं पठामि तर्हि तत्र अङ्गं किम् आसीत् धातुः कः अङ्गं किम् धातुविद् अस्ति यदि धातुविद् अस्ति तर्हि अङ्गं विद्य अस्ति विद्य यथा द्वे द हलन्त योगा सम्पूर्ण य विद्य भवति तर्हि तत्र गुणः न भवति वा न अत्र गुणः न भवति वयं जानीमः अत्र अतिदेशसूत्राधारेण अत्र सार्वधातुकम् अपित् अत्र देवादि अपित् अस्ति अतः अपित् कारणे गाङ्कुटादिभ्यः इत्यादि सार्वधातुकमपि च किञ्चित् सूत्राधारेण गुणनिषेधः अस्ति. तर्हि अत्र उपधा विद् अस्ति अतः उपधा अस्ति कार परन्तु गुण न भवति गुणनिषेधः अस्ति अतः वेदस्थाने वेद न भवति अतः विद् केवलं स्थापितः. समीचीनम्. अग्रिमवाक्यं केवलं पठतु. ओके विद् अग्रे अग्रे केवलम् अङ्गं च लट्लकारस्य प्रथमपुरुषै एकवचनरूप एकवचनान्तरूपं दीयेते दीयेते दीयते शिल्पी दीयते दीयते ततः चतुर्णा चतुर्णां लकाराणां सर्वाणि रूपाणि जायन्ते अतः दिवादिघण चत्वारिंशत् अधिक शतं धातवः 140 धातवः सामान्यधातवः पञ्चाशत् शतं धातवः येषां धातूनां कृते किमपि कार्यं नास्ति किमपि कार्यं नास्ति केवलं वर्णमेलनं यथा अत्र इगन्तधातु वा लघु इगुपधातु वा चेत् सार्वधातुकमपि किञ्चित् इति आभ्यां गुणनिषेधः तदनन्तरम् आकारान्तधातु इत्यादि आयन्ति. बहु समीचीनं महोदय, धन्यवादः. इदानीं तत्र इदानीं विषयः आरब्धः, दिवादिगणः इत्यत्र ये ये धातवः सन्ति तेषां विषये चिन्तनम् अग्रे भवति. पुनः यथा तत्र भुवादिगणे श्रेणीकरणमासीत् तथैव अत्रापि प्रथमतया सामान्यधातवः तेषां विषये तत्र दत्तमस्ति. सामान्यधातवः तेषु आकारान्तः इकारान्तः इत्यादयः, तर्हि तादृशधातवः. इदानीं तत्र पमेला भगिनी पठति वा? आं भगिनि, आकारान्तदातवः एकमेव दातु माङ् माने सामान्यदातु. ओ क्षम्यतां, सामान्यदातवगणे दिवादिगणे आं दिवादिगणः चत्वारिंशत्यधिक एकशतं दातवः, सामान्यदातवः पञ्चदशाधिक एकशतं दातवः. येषां दातु नाम कृते किमपि कार्यं नास्ति, केवलं वर्णमेलनम्. इगन्तधातुः वा लघु इगुपधातुः वा चेत् सार्वधातुकमपित् निति च इत्याभ्यां गुणनिषेधः. अधुना एव महोदयेन उक्तं तत्र अङ्गकार्यं किमपि नास्ति. आकारान्तधातवः एकमेव धातुः, माग् माने मापनार्थे मा योगश्यन् माय इति अङ्गं, तर्हि मायोग ते लटि मायते इति भवति. अग्रे पठामि वा? मायते इत्यस्य रूपाणि झटिति वदतु. लट् लोट् लङ् दिलिङ्ग् मायते मायेते मायन्ते मायसे मायेथे माय द्वे माये मायावहे मायामहे माये मायतां मायेतां मायन्तां मायस्व मायेथां मायद्वं मायै मायावहै मायामहे अमायत अमायत अमायेतां अमायन्त अमायथा अमायेथाम् अमायद्वम् अमाये अमायावहि अमायामहि माये मध्यमपुरुषे एकवचने किमस्ति? अमायथाः थाः इति तत्र विसर्गः तत्र श्रोतव्यः. क्षम्यताम्. मायेत मायेयातां मायेरन् मायेताः मायेयाथां मायेध्वं मायेय मायेवहि मायेमहि. बहु समीचीनं. तर्हि तत्र अत्र मा धातोः कर्मणि प्रयोगे रूपं किमस्ति? मीयते भगिनि. मीयते मीयते इति रूपमस्ति वा? अहं चिन्तयामि यतोहि दा इति योग दीयते इति भवति खलु. दा धातोः क्षमामि अचे दोष. मायते अत तर्हि तस्य अपि मायते एव भवति यतोहि यक् प्रत्ययविधानन्तरं यदि मायोग यक् इत्यत्र मायते. सत्यम् इत्युक्ते तत्र पश्यतु तत्र धातुः धाधातोः विषये यद् भवती वदति तत् समीचीनं यतोहि तत्र सूत्रमस्ति घुमा घुमास्ता घापा जहाति सां हलि इति सूत्रमस्ति. तस्मिन् सूत्रे तत्र दाधातुः घुसंज्ञकदातवः सर्वे सन्ति. अपि च तस्मिन् सूत्रे मा धातुः अपि अस्ति. मा धातुः अपि अस्ति तस्मिन् सूत्रे. अतः तत्र मीयते इति रूपं समीचीनम्. परन्तु प्रश्नः तत्र मा धातोः सर्वे अत्र मा धातुः एकः एव धातुः अस्ति वा? मा धातुः तत्र धातु त्रीणि सन्ति भगिनि. त्रयः धातवः सन्ति खलु. तत्र सर्वेषां कृते अपि तत्र मा धातोः ग्रहणम् अस्ति वा अस्मिन् सूत्रे इति द्रष्टव्यम्. परन्तु मा धातुः तस्मिन् सूत्रे तु अस्ति. अतः तत्र वस्तुतः मतभेदः अस्ति. इत्युक्ते मा माङ् माने अदादिगणीयधातोः एव मीयते इति रूपम्, अत्र दिवादिगणीयधातोः मायते इति रूपम् इति तत्र प्रायः मतभेदः अस्ति. तत् यत्किमपि भवतु अत्र मा धातोः मीयते इति एकं रूपम् अस्ति, मायते इति अपि प्रायः अस्ति. अस्तु तर्हि मायते इति रूपम् अस्ति चेत् मायते इति रूपम् अस्ति चेत् अत्र दिवादिगणे यादृशरूपाणि सन्ति तादृशरूपाणि एव भवन्ति कर्मणि प्रयोगे अपि. यदि मीयते इति रूपम् अस्ति चेत् तर्हि कर्मणि प्रयोगे मीयते इति रूपम् अस्ति चेत् तत्र विजयलक्ष्मीभगिनी वदतु तत्र लटि लोटि कथं भवन्ति रूपाणि? मीयते मीयते मीयन्ते मीयसे मीयेथे मीयध्वे मीये मीया वहे मिया महे लोट् लकाररूपं मीयतां मीयेतां मीयन्तां मीयस्व मीयेथां मीयध्वं मीयै मिया वहै मिया महै. लङ् लकारे अमीयत अमीयेताम् अमीयन्त अमीयथाः अमीयेथाम् अमीयध्वम् अमीये अमीयावहि अमीयामहि. विधिलिङ्लकारे मीयेत मीयेयातां मीयेरन् मीयेथाः मीयेयाथां मीयेध्वं मीयेय मीयेवहि मीयेमहि. तर्हि अत्र दिवादिगणे इत्युक्ते तत्र आत्मनेप्रयोगे आत्मनेप्रयोगे तत्र कीदृशरूपाणि भवन्ति आत्मनेपदिप्रयोगे? भगिनि मीयते इति कर्मणि प्रयोगः न वा? मीयते इति रूपम् अस्ति परन्तु तत्र तत्र व्याख्याने द्रष्टव्यं भवति तत्र. यतोहि त्रयः दातवः सन्ति सर्वेषां कृते मीयते इति रूपं भवति वा इति द्रष्टव्यम्, अथवा मायते इत्यपि रूपम् अस्ति वा इति द्रष्टव्यं. तत् यत्किमपि भवतु मीयते इति रूपं तु अस्ति, मायते इत्यपि प्रायः रूपम् अस्ति. तर्हि इदानीं तत्र अहं किं वक्तुम् इच्छामि इति चेत् अत्र अस्मिन् गणे द्विवादिगणे प्रायः ये ये धातवः सन्ति तेषां रूपाणि यथा सन्ति आत्मनेपदी रूपं यत्र यत्र अस्ति तत्र सर्वत्र पीयते इति अत्र रूपम् अग्रे पश्यामः चेत् पीङ् पाने इत्यत्र द्विवादिगणे लटीरूपम् अस्ति पीयते कर्मणि प्रयोगे अपि पीयते इति अस्ति खलु पा धातोः पीयते अथवा पीङ् पाने इति धातोः पीयते इत्येव रूपम् अस्ति तर्हि द्विवादिगणीयरूपाणि वयं जानीमः चेत् तत्र कर्मणि प्रयोगे अपि सर्वाणि रूपाणि वयं जानीमः एव यतोहि समानानि सन्ति रूपाणि समानं तर्हि तत् अत्र पश्यामः चेत् प्रायः बहुत्र रूपाणि समानानि भवन्ति द्विवादिगणीयरूपं यद्रूपं तदेव तत्रापि इत्येव अहं स्मारयितुम् इच्छामि परन्तु कर्मणि प्रयोगस्य पाठः इदानीं न आवश्यकः अस्तु तर्हि इदानीम् अग्रे गच्छामः तत्र अरविन्द महोदय अग्रे पठति वा इकारान्त दातवः दश दातवः सर्वे आत्मनेपदिनः गुणनिषेधत्वात् अत्रापि किमपि अङ्गकार्यं नास्ति अपि च ईयोगः य अत्यनयोः संयोजनेन सन्धिकार्यं नास्ति अतः केवलं वर्णमेलनं पीङ् पाने इति धातु तत्र अनन्तरं लोपानन्तरं पि इति पि योगः स्यन् इति अङ्गं पीयोग य पीय इति अङ्गं भवति पीययोग ते पीयते पीयते पिबति इत्यर्थः ईङ् धातो ईङ् गतौ तत्र ई योग स्यन् इय इयते गच्छति इत्यर्थः प्रीङ् प्रीतौ प्री इति प्रियो प्रियोग प्रिय स्यन् प्रिय प्रिय प्रीयते प्रसन्न भवति रीङ् रीयोगः य स्यन् रीय रीयते जलं वहति व्रीङ् वृक्ष वृणोस्त्यर्थः व्री योगः स्यन् व्रीय व्रीयते आच्छादयति इत्यर्थः दीङ् विहायसा गतौ विहायसा गतौ नीयोग स्यन् नीय नीयते पक्षि दीयते दीङ् विहायस गतौ दीय दीय दीयते पक्षि दीयते इति दीङ् दक्षये दीयुग स्यन् दीय दीयते क्षीणः भवति न्यूनी भवति दीङ् आधारे दीयोगः स्यन् दीय दीयते धारणं करोति मीङ् हिंसायां मीयोगः स्यन् मीय मीयते हिंसां करोति लीङ् श्लेषणे लीयुग स्यन् लीय लीयते विलीनः भवति इति इकन्दधातून दशधातून् अत्र अस्ति समीचीनं सर्वेषाम् ईकारान्तदातवः सर्वे दीर्घ ईकारान्तदातवः किमपि कार्यं नास्ति केवलं योजनं तावदेव अत्रापि पश्यन्ति चेत् प्रायः रूपाणि समानानि भवन्ति कर्मणि प्रयोगे अत्र सर्वाणि आत्मनेपदानि किं महोदय न श्रूयते सम्यक्तया सर्वाणि धातूनि आत्मनेपदानि एव अत्र सर्वाणि सत्यं सर्वे तत्र सर्वे धातवः आत्मनेपदिनः अतः तत्र रूपाणि कर्मणि प्रयोगे अपि समानानि भवन्ति प्रायेण अस्तु तर्हि इदानीम् अग्रे लक्ष्मी भगिनी पठति वा आं भगिनि पठामि ऊकारान्धधातवः द्वौ धातु द्वौ अपि आत्मनेपदिनौ क्षुं त्राणि प्रसवे सूयोगश्यन् सूयोगय सूया इति अङ्गं सूयायोगते सूयते जनयति प्रसूयते इति अर्थः दू परितापे दूया इति अङ्गं दूयते दुःखी भवति इति अर्थः पुकारान्धधातवः केवलं द्वौ एव स्तः शुं शुं वदतु शुङ् प्राणिप्रसवे इति एकः धातुः अस्ति, तस्य षकारस्य सकारः धात्वादेः शः सः इति सूत्रेण भवति सकारः सु इति भवति सुयोगश्यन् या अवशिष्यते सूया इति अङ्गं सूयते इति लटि प्रथमपुरुष एकवचने नकारः अन्ते अस्ति धातोः अन्ते अतः आत्मनेपदमस्ति अनुदातङ्गित आत्मनेपदम् इत्यनेन धूम् इति अपि समानमेव परितापे इति अर्थः दूयते इति लट्टि प्रथमपुरुषे एकवचनरूपम् अस्ति अग्रे पठामि वा भगिनि समीचीनं भगिनि अत्र शोङ् धातुः प्राणिप्रसवे इति धातुः वेट् धातुः अस्ति वेट् धातुः अस्ति इति कृत्वा तत्र आर्धधातुकप्रकरणे विकल्पेन इडागमः भवति शुङ् धातोः वैशिष्ट्यं तत्र सूत्रमस्ति स्वरति सूति सूय उदितो वा इति सूय धूये उदितो वा इति सूत्रमस्ति तेन सूत्रेण धातुः वेट् अस्ति अतः आर्धधातुकप्रकरणे विकल्पेन इडागमः भवति अतः सुयोगः तप्रत्ययः अस्ति चेत् किं भवति सुयोग तप्रत्ययः अस्ति चेत् तप्रत्ययः अर्धधातुकः केवलं ता इति अस्ति वलादि अस्ति इडागमः भवति अतः इदानीं वेट् अस्ति चेत् सूति इत्यपि भवेत् क्षम्यता सुयोग इत सुयोग इत सूया योग इत इदानीं सुयोग इति हा सुयोग इत इत्यत्र वेट् इडागमः नास्ति चेत् सूता इति भवति इडागमः अस्ति चेत् किं भवति भगिनि उकारस्य स्थाने श्वित वकारः आगच्छति वा स्वित स्वित इति रूपमस्ति वा तादृशरूपम् इत्युक्ते तत्र इडागमः भवति तावदेव तत्र गुणकार्यं किमपि नास्ति इडागमः परन्तु लोके तु प्रसूतः इति शब्दः एव बहु प्रसिद्धः अस्ति सत्यं हा प्रसूतः परन्तु धातुः वेट् इति वक्तव्यं तावदेव अस्तु अस्तु अस्तु तर्हि अग्रे अग्रेपि पठतु अधुपतधातवः एकोनविंशतिः धातवः नश् अदर्शने नश् योगश्यन् नश् योगया नश्य इति अङ्गं नश्या योगति नश्यति शकविभाषितो मर्षणे शक् इति धातुः शक् योगश्यन् शक्य इति अङ्गं शक्या योगति न चेत् ते नश्यति नश्यते इति लटि शक्नोति इति अपि रूपमस्ति अणा प्राणने अण् योगश्यन् अण् योगया अन्या योगते अन्यते जीवितः तिष्ठति पदगतौ पदयोगश्यन् पदयोगया पद्या इति अङ्गं पद्या योगते पद्यते गच्छति भवति घटितो भवति इति अर्थः रथ धातुः रथ्या इति अङ्गं रथ्यति इति लटि प्रथमपुरुषैकवचनरूपं मन् मन्या मन्यते तप् तप्य तप्यति शप् शप्य शप्यति नभ नभ नभ्या नभ्यति अस् अस्य अस्यति जस् जस्य जस्यति तस् तस्य तस्यति दस् दस्य दस्यति वस् वस्य वस्यति मस् मस्य मस्यति नस् स्नस्य स्नस्यति नह् नह्य नह्यति इति रूपाणि सन्ति अत्र समीचीनम् अत्र एकः अत्र किमपि नास्ति अत्र एकः एव तत्र शक् इति धातोः शक्यते इति रूपं तत्र आत्मनेपदिरूपमपि अस्ति शक्यते तर्हि कर्मणि प्रयोगे किमस्ति रूपम् शक्यते इति एव खलु शक्यते इत्येव रूपमेव अस्ति, समीचीनं. तर्हि तत्र यदा तत्र वयं किञ्चित् किमपि पठामः तत्र शक्यते इति पश्यामः चेत् तत्र कर्मणि प्रयोगे अस्ति वा कर्तरि प्रयोगे अस्ति वा इति सावधानतया द्रष्टव्यं भवति, यतोहि उभयत्र शक्यते इत्येव रूपम्. किन्तु अर्थभेदः भवति वा शक् विभाषितो इति मर्शने? अर्थभेदः नास्ति, अर्थभेदः नास्ति. शक्यते इति तत्र उभयत्र धातोः यः अर्थः सः एव अर्थः उभयत्र अपि भवति, अर्थभेदः नास्ति. उभयत्र आत्मनेपदीरूपमपि अस्ति खलु, धातुः उभयपदी इति कृत्वा आत्मनेपदीरूपमपि अस्ति इति कृत्वा कर्मणि प्रयोगे अपि समानरूपम् अस्ति. अतः वाक्ये कस्मिन् प्रयोगे अस्ति इति द्रष्टव्यं भवति. अपि च शक्यति धातुः अनिट् धातुः अस्ति. इदागमः न भवति. अस्तु अस्तु, धन्यवादः. इदानीम् अग्रे शोभाभगिनी पठति वा? आं भगिनि, अग्रे तत्र इदुपदधातवः किल? आम्, इदुपदधातवः सप्तदश धातवः सन्ति. तत्र श्विदा इति गात्रप्रक्षरणे स्वेदस्य आगमनम् इति, तत्र धात्वादेः शः सः इति सूत्रेण शकार मूर्धनेशकारस्य सकारः, अपि च अन्ते दीर्घ आकारः, तत्र अनुनासिक आकारः, तस्य उपदेशे जनुनासिक इत्यनेन लोपः भूत्वा श्विद् इति स्विद् इति एव तिष्ठति. स्विद् योगः अधुना दिवादिभ्यः शन् इत्यनेन शन् प्रत्ययस्य योजनेन तत्र शन् इत्यस्य यकारः एव तिष्ठति. स्विद्य इति अधुना अङ्गं, स्विद्य योगः तत्र सिद्ध प्रत्ययः ति इति इत्यस्य सह योजनेन स्विद्यति इति लट्लकारे रूपं भवति. अग्रे क्लिद् इति धातुः, तत्र क्लिद् इत्यस्य क्लिद्या इति अङ्गं क्लिद्यति इति भवति. क्ष्विद् इति धातुः, क्ष्विद्या क्ष्विद्यति. खिद् दैन्ये, खिद् योगः श्यन् तत्रापि यकारः एव स्थित्वा खिद्या इति अङ्गं. खिद्या योगः तत्र आत्मनेपदीरूपं खिद्ते खिद्यते इति. विद् सत्तायां, विद् योगः श्यन् विद्या इति अङ्गं विद्यते इति आत्मनेपदीरूपं. शिधु इति सम्राद्धौ, सम्राद्धौ इति किं भगिनि? सम्राद्धौ इति वा? पश्यामि, भवती अग्रे पठतु. सम्राद्धौ इति तत्र पुनः धात्वादेः शः सः, तत्र सिद्ध उकारस्य अपि लोपः अनुनासिक उकारस्य. सिद्ध सिद्ध इति लौकिकधातुः. सिद्धयोगः श्यन् सिद्ध्या इति अङ्गम्, अपि च सिद्ध्या योगः ति इति परस्मैपदीरूपं सिद्ध्यति इति भवति. सिद्ध्यति सिद्ध्यति इति वयं जानीमः खलु? हा सिद्ध्यति, हा तदेव अर्थः. सिद्ध इत्युक्ते प्राप्तकरण, सिद्धकोण इति प्राप्तिः सिद्धिः. तत्र सम्राद्धौ इति किञ्चित् अपरिचितं रूपम् अतः. डिप् इति, डिप्या इति भवति अङ्गं, डिप्यति इति. क्षिपा प्रेरणे, रुदादौ क्षिपति, चुरादौ क्षिपयति. तत्र दिवादौ क्षिप्योगः शन् क्षिप्या इति अङ्गं, क्षिप्या योगः ति क्षिप्यति. तिम् इति तिम्या इति अङ्गं तिम्यति. स्वित् स्तिम् स्तिम् इति स्तिम्या स्तिम्यति. क्लिशा उपतापे, क्लेशप्राप्तिः. क्लिश् इति तत्रापि अकारः अनुनासिकान्ते, अतः क्लिश् इति. क्लिश्योगः श्यन् क्लिश्या इति अङ्गं, क्लिश्ययोगः ते क्लिश्यते. लिश लिश् इति धातुः, धातोः रूपं लौकिक. लिश्या लिश्यते. क्लिशा क्लिश् क्लिश्या क्लिश्यति. इशा गतौ, इष् इष्या इष्यति, ऋषा हिंसायां, ऋष् अनुनासिकाकारस्य लोपः, ऋष् ऋष्या ऋष्यति, बिसा बिस् बिस्या बिस्यति, स्निह प्रीतौ स्निह स्नेहे भवति तत्र स्निह् योगः श्यन् स्निह्य इति अङ्गं स्निह्य योगः इति स्निह्यति. समीचीनं, बहवः धातवः परिचिताः एव सन्ति खलु. आम् आम् आम्. किद्यते विद्यते सिद्ध्यति तिम्यति इति न जानामि भगिनि. तिम्यति इति वा तिम्यति स्तिम्यति अपि तिम्यति इत्युक्ते आर्द्री भवनम् इत्युक्ते मेक् इट् वेट् आर्द्रीकरणं तिम्यति. अनन्तरं डिप्प क्लिद्यति अपि तावदेव किम् आर्द्रीकरणं क्लिद्यति एक्षणं भगिनि. डिप् इति धातुः तु तत्र टु त्रो इत्यस्मिन् अर्थे अस्ति डिप् क्षेपे इत्यस्मिन् अर्थे डिप्. अन्य कः धातुः भगिनि विजयलक्ष्मी भगिनि? क्लिद्यति क्लिद्यति इति वा क्लिद् क्लिद् क्लिद् इति धातुः अपि आर्द्रीभवनं सत्यं यथा भवती उक्तवती क्लिद्यति. अस्तु समीचीनं. तर्हि तत्र इष्यति इति अस्ति खलु इष्यति अत्र कः उमा भगिनि इष्यति इत्यस्य रूपाणि वदतु. परस्मैपदे लट्लकारः इष्यति इष्यतः इष्यन्ति इष्यसि इष्यतः इष्यत इष्यामि इष्यावः इष्यामः. देन् लोट्लकार इष्यतु इष्यतात् इष्यताम् इष्यन्तु इष्य इष्यतात् इष्यतम् इष्यत इष्यानि इष्याव इष्याम. इष्यानि इत्यत्र णत्वं भवति वा? इष्यानि नो णत्वं न भवति इष्यानि एव. किमस्ति सूत्रं णत्वस्य? णत्वं इट् इस् णत्वं भवति णत्वं भवति इष्यानि षकारकार अट्कुप्वाङ्नुं व्यवायति वदतु विजयलक्ष्मी भगिनी वदतु सहायं करोतु. अट्कुप् अतः अत्र य अस्ति अट् इत्यस्य मध्ये य अपि आयाति. निमित्तम् अत्र षकारः सारी षकारः एव षकारः एव निमित्तमस्ति. यद्यपि तत्र यकारः अट्प्रत्याहारस्य वर्णः अस्ति. अनन्तरम् आकारः आकारः अपि अट् मध्ये अस्ति अतः इष्याणि इति भवति वा न जाने इष्याणि भवति खलु भवति सारि सारि क्षम्यताम् इष्याणि इष्याव इष्याम. लङ् लकार अडागमः भवति सो अ प्लस् इ ए ऐश् ऐष्यत् इ ए इति नास्ति ऐ वृद्धिः ऐष्यत् ऐष्यताम् ऐष्यन् ऐष्य ऐष्यः ऐष्यः ऐष्यतम् ऐष्यत ऐष्यम् ऐष्याव ऐष्याम. बिदिलिङ्ग् ऐष्येत् ऐष्येताम् ऐष्य इदानीम् अडागमः अडागमः नास्ति सारि सारि सारि इष्येत् इष्येत् इष्येताम् इष्येयुः इष्येः इष्येतम् इष्येत इष्येयम् इष्येव इष्येम. सारि तत्र अकारः केरि फार्वर्ड् नास्ति चेत् सर्वदा भवति सर्वेषु वर्गेषु सर्वदा भवति अतः नास्ति चिन्ता समीचीनं तर्हि तत्र लङ्लकारे तु यतोहि धातुः अजादिः अस्ति इति कृत्वा आडागमः भवति अडागमः न भवति तत्र लुङ्लङ् रिङ्ग् षडुदातः इत्यनेन अडागमः भवति अजन्तधातुः अस्ति चेत् आडागमः भवति आडजादीनाम् इत्यनेन आडागमः भवति अनन्तरम् अटश्च इति सूत्रेण आडागमः आयोगः इ अनयोः वृद्धिः भवति अटश्च इत्यनेन वृद्धिः भूत्वा ऐष्यत् ऐष्यत् अवगतम् अस्तु समीचीनं तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी अग्रे पठतु भगिनी दिश्यते दिश्यति दिश्यति वा तत्र सर्वेषां तत्र अर्थः न लिखितः दिस् इत्युक्ते तत्र टु इन्स्पैर् प्रेरणे प्रेरणे इत्यस्य अर्थः अस्ति धन्यवादः उदुपधधातवः उदुपधधातवः अष्टत्रिंशत् धातवः सन्ति बुध अवगमने बुधयोगः श्यन् बुध्य इति अङ्गं बुध्यते इति प्रथमैकवचने प्रथमैकवचनेन प्रथमपुरुष एकवचने युध संप्रहारे युध् अत्र धकारस्य उत्तरवर्ती अकारः प्रायः अनुनासिक अकारः तस्य लोपः भवति संप्रहारे युध् योगः श्यन् युध्य इति अङ्गं युध्यते इति प्रथमपुरुषे एकवचनं क्रुध् क्रोधे क्रुध क्रोधे क्रुध् योगः श्यन् क्रुध्य इति अङ्गं क्रुध्यति इति रूपं क्षुध् बुभुक्षायां क्षुध् योगः श्यन् क्षुध्य इति अङ्गं क्षुध्यति शुध्यति इति प्रथमपुरुष एकवचने शुध् शौचे शुध् योगः श्यन् शुध्य इति अङ्गं शुध्यति इति रूपं कुप् क्रोधे कुप् योगः श्यन् कुप्य इति अङ्गं कुप्यति पुष् पुष्टौ पुष पुष्टौ पुष् योगः श्यन् पुष्य पुष्यति इति रूपं शुष् शोषणे शुष्क भवति शुष्यन् शुष् योगः श्यन् शुष्य इति अङ्गं शुष्यति इति रूपं शोषति इति अपि भवति खलु किं तत्र अन्यस्मिन् गणे अस्ति वा शोषति इति चेत् अन्यस्मिन् गणे शुष् इति धातुः एकः एव धातुः केवलं द्विपादिगणे एव एवं वा शोषणे इति कुत्रापि पठितः अत्र एव अस्ति खलु शोषणे शोष तत्तु ल्युडन्तरूपम् अस्ति खलु हा अस्तु अस्तु अस्तु तु शोषणम् इति ल्युडन्तरूपे तु शो इति उपधायां हा अस्तु अस्तु तुष् प्रीतौ तुष प्रीतौ सन्तुष्टः भवति तुष् योगः श्यन् तुष्य इति अङ्गं तुष्यति इति प्रथमपुरुष एकवचने रूपम् अत्र क्रुद्ध इति धातोः विषये किञ्चित् विशेषः अस्ति खलु क्रुद्ध धातोः प्रयोगे विभक्तिः का भवति तत्र एकं वाक्यं वदतु क्रुध्यति इति वा क्रुद्ध धातोः योगे सर्वदा चतुर्थी विभक्ति भवति यस्य प्रति क्रोधः भवति किमपि आसीत् खलु विप्राय क्रुध्यति इति समीचीनं समीचीनं बहु समीचीनं. कृतद्रुहेष्यासूयार्थानां यं प्रतिकोपः इति सूत्रमेकमस्ति कारकप्रकरणे. तर्हि कृद् धातोः प्रयोगे यं प्रतिकोपः तस्य चतुर्थी विभक्तिः भवति. हरये कृत्यति. अस्तु अस्तु, तर्हि अग्रे गच्छामः. इदानीं तत्र सुमन् भगिनी पठितुमिच्छति वा? प्रयत्नं करोमि. श्रूयते किम्? श्रूयते, पठतु. अस्तु, ऋत् उपधा धातवः अत्र त्रयोदश धातवः सन्ति. सृज् विसर्गे त्यजति इति अर्थ. सृज् योगश्यन् सृज्य इति अङ्गं. सृज्य युगते सृज्यते. नृति गात्रविक्षेपे. नृत् योग क्षन् नृत्य इति अङ्गं. नृत्य युगति नृत्यति. तृप् प्रीणने तृप्तः भवति प्रसन्नः भवति इति. तृप् योगश्यन् तृप्य इति अङ्गं. तृप्य योगति तृप्यति. ऋष् तुष्टौ हर्षः आयाति. ऋष् योगश्यन् ऋष्य इति अङ्गं. ऋष्यति इति ऋष्य योगति ऋष्यति. ऋद्धौ वृद्धौ वर्धने. ऋद्ध योग श्यन् ऋद्ध्य इति अङ्गं. ऋद्ध्य योगति ऋद्ध्यति. कृष् तनुकरणे कृषः भवति. कृष् योग श्यन् कृष्य इति अङ्गं. कृष्य योगति कृष्यति. तृष्यति. घृद् घृद्यति. दृप् वा दृप् दृप्यति. भृश् भृश्यति. भृश् भृश्यति. मृश् मृश्यति अथवा मृश्यते. किमपि कार्यं नास्ति. यद्यपि उपधायां ऋकारः अस्ति तथापि गुणनिषेधः इति कृत्वा किमपि कार्यं नास्ति, केवलं योजनं. तर्हि दातुं दृष्ट्वा वयं ज्ञातुं शक्नुमः भुवादिगणे नास्ति इति ज्ञातुं शक्नुमः, दिवादिगणे अस्ति इति अपि ज्ञातुं शक्नुमः. अत्रापि कर्मणि प्रयोगे अपि समानानि रूपाणि भवन्ति प्रायेण. केवलम् आत्मनेपदी प्रत्ययः एव. नृत्यते तृप्यते कृष्यते इत्यादि. अस्तु, समीचीनं. तर्हि इदानीम् अरविन्द् महोदय अग्रे. शेषधातवः पञ्चदशधातवः. पुष्पविकसने पुष्प योगाश्यन् पुष्य इति अङ्गं. पुष्यत् योगाति पुष्यति. दीपी दीप्तौ प्रकाशते. दीप् योगाश्यन् दीप्य इति अङ्गं. दीप्ययोगः दीप्यति. पूरी आप्यायने पूरणे. पू योगाश्यन् पूर्योगाश्यन् पूर्य. पूर्य इति अङ्गं. पूर्य योगः पूर्यति. व्रीङ् व्रीडयति. व्रीड् व्रीड्यति. राद् राद्यति. स्तीम् स्तीम्यति इति विषयः. तदनन्तरं विशेषः अग्रे पठतु. विशेषदातवः पञ्चविंशतिदातवः. अनिदित् धातूनाम् उपधायां नकारलोपः धातुद्वयं यस्य धातोः ह्रस्व इकारस्य इत् संज्ञा भवति सः धातुः इदित् इति उच्यते यः धातु इदित् नास्ति सः अनिदित् इति उच्यते अनिदितां धातूनाम् उपधायां नकारलोपः भवति इदि किदि प्रत्यये परे दिवादिगणे तादृशद्वौ धातु स्तः रञ्ज रागे रञ्ज ब्रंश ब्रंश अधपतने ब्रंश च शन् दित्वत् अतः णित्वत् अतः शनि परे अनयोः धातोः न लोपो भवति धातुपाठे अनुसरामः वर्गीयव्यञ्जनानां पञ्चमसदस्याः च इमे सर्वे मूले दन्त्यनकारः एव इति बोध्यं तदा सत्यकार्येण नकारस्थाने अनुस्वारः तदा अग्रे च यदासङ्गम् अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति अतः दिवादिकणे दिवादि अनिदित् इति धातूनां विशेषणमस्ति यस्य धातूनाम् इदित् इदित् नास्ति तत् अनिदित् इति उच्यते दिवादिगणे केवलं द्वौ धातुः स्तः रञ्ज् एवं ब्रंश् ब्रंश् इत्यादि इति द्वौ धातुः अस्ति तत्र अनिदितां धातूनाम् उपधाय नकारस्य लोपः भवति निधिकिति प्रत्यये पदे इति अस्ति अतः शन् इति ङित्वत् प्रत्ययः अस्ति इति कृत्वा तत्र शनिपरे अनयोः धातोः नकारस्य लोपः भवति इति तदेव न तदेव तत्र वस्तुतः तत्र धातौ तु मूले नकारः अस्ति खलु यद्यपि अत्र रञ्ज् इत्यत्र ञकारः दृश्यते इदानीं भ्रंश् इत्यत्र अनुस्वारः दृश्यते परन्तु हा इति पर इत्युक्ते मूले धातौ मूले नकारः एव आसीत् तस्य एव परिवर्तनं जातम् अनुस्वाररूपेण नश्चापदान्तस्य झलि इति सूत्रेण तदनन्तरम् अनुस्वारस्य यै परसवर्णः इति सूत्रेण पुनः परसवर्णादेशः अभवत् भ्रंश् इत्यत्र तु परसवर्णादेशः न जातः यतोहि षकारः तालविषकारः ययि नास्ति तर्हि तत्र इति इत्युक्ते तत्र अनिदितां हल् उपदायाग्निति इति सूत्रं कथम् अत्र प्रसक्तम् इति प्रश्नः यदा भवति तदानीं स्मर्तव्यं तत्र मूले धातौ नकारः आसीत् इति कृत्वा सूत्रस्य प्रसक्तिः अनिदितां हल् उपदायाग्निति इति सूत्रस्य प्रसक्तिः इति वयं ज्ञातुं इति कृत्वा नकारलोपः रज ब्रश समीचीनं समीचीनम् अस्तु अग्रे राजी भगिनी अग्रे रञ्च अतः दिवादिगणे रञ्च धातोः मूलरूपम् अस्ति वस्तुतः रञ्च ब्रंश् धातोः मूलरूपम् अस्ति ब्रंश् ब्रंश् यथा रञ्च नश्च पदान्तस्य झलि इत्यनेन झलीपरे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः रञ्ज् अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्ण आदेशः रञ्ज् अतः धातुः अस्ति रञ्ज् परन्तु उपधाय नकारः अस्ति इति बोध्यम् अतः दिवातिगणे रञ्च् इति धातुः अस्ति रञ्चधातोः मूलरूपं यकारस्थाने नकारः एव मूले अस्ति मूलधातुः रेपः नकारः जकारः नश्च पदान्तस्य झलि इति सूत्रेण जकारः झल् प्रत्याहारे अस्ति इति कारणेन नकारस्थाने अनुस्वारः आदेशः भवति अतः रेपः अनुस्वारः जकारः तदनन्तरम् अनुस्वारस्य ययि परसवनः इति सूत्रेण ययि ययि प्रत्याहारः परे अस्ति इति कारणेन अनुस्वारस्य स्थाने तस्य पञ्चमवर्णः ञकारः आदेशः भवति नकारस्य पञ्चमवर्णः ञकारः अस्ति, अतः ञकारः आदेशः भवति, अतः रञ्च् इति आगच्छति. रञ्च् धातोः रञ्च् परन्तु नकारः अस्ति इति वयं जानीमः. रञ्च् दिवादिभ्यः ष्यन् इत्यनेन दिवादौ ष्यन् भवति कर्तृत्वे सर्वधातुके सर्वधातुकप्रत्यये परे. रञ्च् योगः ष्यन् तत्र अनिदिता हल् उपधायाः ङिति इति सूत्रेण ङिति ङिति प्रत्यये परे उपधायाश्चितस्य नकारस्य लोपः भवति. अतः उपधायाः नकारः अस्ति, तस्य लोपः भवति ष्यन् प्रत्यये परे. सूत्रः अस्ति दिवादिभ्यः ष्यन्, दिवादिभ्यः ष्यन् सूत्रे ष्यन् सूत्रे सार्वधातुकप्रत्ययः परः अस्ति इति कारणेन सार्वधातुकप्रत्ययः अस्ति ष्यन् तत् प्रत्ययः परे अस्ति इत्यतः अनिदितां हल उपधाया ङिति इति सूत्रेण ङिति ष्यन् ङिति प्रत्ययः अस्ति, ततः उपधायां स्थितस्य नकारस्य लोपः भवति. लोपः भूत्वा रज् इति आगच्छति. षन् षकार नकार लोपानन्तरं य एव अवशिष्यते. रज् योगः य योजनेन रज्य इति अङ्गं भवति. रज्ययोगः ति ति अस्ति चेत् रज्यति, ते अस्ति चेत् रज्यते. अतः रज्यति रज्यते इति रूपद्वयं भवति. भगिनी धन्यवादः, धन्यवादः. तर्हि तत्र इदानीं तत्र नूतनसूत्रमस्ति, अनिदितां हल उपदायाग्निति इति सूत्रम् अग्रे अस्ति. तदेकवारं पठित्वा अत्र पुनः किञ्चित् चिन्तयामः. अस्मिन् गणे तु द्वौ धातु स्तः, रञ्ज् अपि च ब्रञ्ज्. उभयत्र पश्यामः रञ्ज् इति धातुः पश्यामः चेत् इति धातुं पश्यामः चेत् रञ्ज् इति धातुः अनिदित् अस्ति. तत्र मूल मूलधातौ ह्रस्वैकारस्य इत्संज्ञा नास्ति, ह्रस्वैकारः अनुनासिकः नास्ति धातोः अन्ते, अतः धातुः अनिदित् इति वदामः. अनिदित् अस्ति अपि च हलन्तः अपि अस्ति, रञ्जिति हलन्तः अस्ति इति कृत्वा तत्र मूलधातौ उपधायां नकारः अपि अस्ति, अनन्तरं ष्यन् इति प्रत्ययः कित् अपि अस्ति इति आहत्य पश्यामः चेत् अनिदित् भवेत्, हलन्तः भवेत्, उपधायां मूले नकारः भवेत्, अनन्तरं कित्नित् प्रत्ययः भवेत् इति तत्र चत्वारि निमित्तानि सन्ति. तर्हि अत्र रञ्जयोगः ष्यन् इत्यत्र सर्वाणि निमित्तानि पूरितानि. अनिदित् अपि अस्ति, हलन्तः अपि अस्ति, उपधायां नकारः अपि अस्ति, अनन्तरं ष्यन् इति प्रत्ययः निद्वत् अपि अस्ति इति कृत्वा ञकार मूले यः नकारः अस्ति तस्य लोपः भवति. अत्र अनिदितां हल उपधायाग्निति इति सूत्रं तु षष्ठाध्यायस्य चतुर्थपादे अस्ति, अङ्गकार्यम् अस्ति. अत्र रञ्ज् धातौ मूले यः नकारः आसीत् तस्य एव धातुपाठे अनुस्वाररूपेण अनन्तरं परसवर्णरूपेण परिवर्तितमस्ति, परिवर्त्य रञ्ज् इति तत्र प्रदर्शितमस्ति धातुपाठे. परन्तु यदा अनिदितां हल उपदायाग्निति इति सूत्रम् आगच्छति कार्यं कर्तुं, तदानीं तत्र धातुः तु रञ्ज् इति न पश्यति, यतोहि तत्र कार्यद्वयम् अनुस्वारादेशः, अनन्तरं ययि अनुस्वारस्य ययि परसवर्णः इति आदेशः. सूत्रद्वयमपि त्रिपाद्यां त्रिपाद्यामेव अस्ति. नश्यापदान्तस्य जलि अपि त्रिपाद्याम् अस्ति. अनुस्वारस्य ययि परसवर्णः इति सूत्रमपि त्रिपाद्यामेव अस्ति. अतः यदा अनिदितां हल उपदायाग्निति इति सूत्रम् आगच्छति, तत्सु सूत्रम् अनुस्वारादेशः वा परसवर्णादेशः इति कार्यद्वयं न पश्यति एव. अतः इदं सूत्रं तु केवलं नकारमेव पश्यति, रञ्ज् नकारमेव पश्यति इति कृत्वा नकारस्य लोपं करोति. अतः तत्र अस्माकं मनसि प्रश्नः भवति, अत्र ञकारः अस्ति खलु, कथम् अनिदितां हलो उपदायाग्निति इति सूत्रं ञकारस्य लोपं करोति इति चेत्, ञकारस्य लोपं न करोति, नकारस्य एव लोपं करोति. यतोहि अस्य सूत्रस्य दृष्ट्या तत् कार्यद्वयं न जातमेव. अतः इदानीं तत्र रन् नकारः एव अस्ति, र न ज इति अस्ति इति कृत्वा नकारस्य लोपं करोति. तर्हि इदानीं तत्र अग्रे अनिदितां हलोपदायक्निति इति सूत्रं दत्तमस्ति, तद् एकवारं पठामः. मीना भगिनी पठति वा? भगिनि, रञ्ज् इति किमर्थं करणीयमेव? रञ्ज् इति किमर्थं करणीयमेव इति प्रश्नः वा? तस्य तु कार्यपटे न, रञ्ज् इति रञ्ज् इति इत्युक्ते तत्र रञ्ज् योगः ल्युट् प्रत्ययः अस्ति, तत्र किं भवति? हा, तत्समये भवति, परन्तु अत्र रञ्ज् दिवादिभ्यः श्यन् इति चकारस्य अन्तिमवर्णः, च च वर्ण वर्गस्य अन्तिमवर्णः किमर्थं करणीयं? रञ्ज् इत्येव पश्यति खलु. सत्यं सत्यम्, आदौ करणीयमेव. तत्र किम न करणीयमेव, परन्तु किमस्ति इति चेत् धातुपटे तु रञ्ज् इत्येव दृश्यते खलु. धातु धातुपटे धातुः कः? ओ, तत्तु न जाने. धातुपटे धातुः तु रञ्ज् इत्येव दृश्यति, दृश्यते रञ्ज् रञ्ज् तत्र वस्तुतः रञ्ज इति अस्ति, तत्र तु नकारः एव अस्ति, रञ्ज इत्यत्र नकारः एव अस्ति, परन्तु औपदेशिकरूपेण यदा धातुपटे तत्र स्थापयन्ति तत्र सर्वत्र ण्यकारमेव स्थापयन्ति, रञ्ज् इति सर्वदा तत्र सन्धिं कृत्वा एव स्थापयन्ति धातुपटे. इति कृत्वा यदा वयं प्रक्रियावसरे यदा वयं धातुम् आनयामः तदानीं यथा भवती इदानीम् उक्तवती तत्र इदानीं शन् प्रत्ययः अस्ति इति कृत्वा तत्र अनिदितां हलुपदायक्निति इति सूत्रं कार्यं करोति इति कृत्वा अत्र तु ण्यकारः न स्थापनीयः एव, तत्र वस्तुतः नकारः एव अस्ति, रञ्ज् इत्येव अस्ति, तस्य एव लोपः. परन्तु धातुपटे सर्वदा तत्र सन्धिं कृत्वा एव ते प्रदर्शयन्ति. अस्तु अस्तु भगिनि. उच्चारणविषये प्रश्नः अस्ति भगिनि. महोदय, भवतः ध्वनिः न श्रूयते महोदय, किं वदति? अधुना श्रूयते, मन्दमन्दं श्रूयते, न जाने किमर्थं. वदतु. अत्र उच्चारणविषये तत्र जकारस्य पञ्चमवर्ण चकारस्य पञ्चमवर्ण अत्र रञ्च् इति उक्तं भवति, किन्तु तत्र नञ् नञ् तत्पुरुष इत्यादि स्तरे तस्य अन्धस्थरूपेण उच्चारणं करोति, तत् किमर्थं प्रकारद्वयम् न श्रुतमेव, केन किं वदति, पुनः वदतु. अत्र रञ्च् इति नकारस्य परसवर्ण जकारस्य परसवर्णरूपेण जकारस्य तत्र उच्चारणं अत्र रञ्च् इति उक्तं, किन्तु तत् वर्णं यदि नञ् तत्पुरुष इत्यादि स्थले अन्तस्थरूपेण उपयुज्यते, नञ् तत्पुरुष इत्यादि उच्चारणद्वयं दृश्यते न अत्र रञ्च् इत्यत्र वा नञ् इत्यत्र ञकारः इति अस्ति खलु ञकारः, रञ्ज् इत्यत्र नकाररूपेण उच्चारणम् इति वदति वा? उच्चारणे भेदः नास्ति, उच्चारणे भेदः नास्ति, प्रायः वयं सम्यक्तया न उच्चारयामः तावदेव, उच्चारणे भेदः नास्ति, ण्यकारः एव उच्चारणीयं, किन्तु ण्यकारः एव उच्चारूपेण यकाररूपेण उच्चारणं अपि दृश्यते, नञ् तत्पुरुष इति वदन्ति न तत्र इति कथं तत्र सम्यक्तया उच्चारणीयं, तत् प्रायः अहं सम्यक् न उच्चारयामि, परन्तु नञ् इति तत्र ण्यकाररूपेण एव उच्चारणीयं, परन्तु सामान्यतया नञ् इति श्रूयते. परन्तु मूलरूपं एव अस्ति किल भगिनि, धातोः मूलरूपं नकारः एव अस्ति किल, रञ्ज् अण्ड् ब्रञ्ज् इति. तद् समीचीनं भगिनि, महोदयस्य प्रश्नः उच्चारणस्य विषये, नञ् तत्पुरुषसमासे नञ् इति पदमस्ति खलु, न नञ् इति पदे तत्र यकारः श्रूयते न तु ञकारः इति महोदय वदति. केरलसंस्कृतपाठशालायां सर्वत्र नञ् तत्पुरुष इति उच्यते इति वक्तव्यं इति वक्तव्यं इति वक्तव्यं. तर्हि उभयोच्चारणं महोदय पुनः वदतु. नञ् तत्पुरुष नञ् न तु नञ्. ओके यकार न श्रूयते. समीचीनं. तर्हि प्रायः तत्र अस्माकम् उच्चारणदोषः अस्तु. उभयत्र उच्चारणं समानमेव परन्तु वयं प्रायः सम्यक्तेन उच्चारयामः तावदेव. धन्यवादः. अस्तु तर्हि वीणा भगिनी कृपया पठतु. अनुदितां हल उपदायाः क्ञिति येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपदायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति गिति प्रत्यये परे. इत् इति अस्ति येषां ते इदितः न इदितः अनिदितः बहुव्रीहि गर्भः नन्यतत्पुरुषसमासः तेषाम् अनिदिताम् इक् च इङ् च तयोः इतरद्वन्द्व ज्ञौ ज्ञौ इतौ यस्य सः क्वित् क्वित् द्वन्द्वगर्भः बहुव्रीहिसमासः तस्मिन् ज्ञिति अनिदितां षष्ट्यन्तं हलः षष्ट्यन्तम् उपदाया षष्ट्यन्तं ज्ञिति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् श्नाल्नलोपः इत्यस्मात् न लोपः इत्यनयोः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः इति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनुदितां हलः अङ्गस्य उपदायाः न लोपः इति. अत्र धातोः अन्ते हलन्तं ह्रस्व इकारेषां हलन्तधातूनाम् इत्संज्ञा नास्ति हलन्तधातूनाम् अस्ति चेत् इत्संज्ञा नास्ति उपदायाः नकारः. अहं पुनरपि पठामि भगिनि. येषां हलन्तधातूनां रञ्जति ओके ह्रस्व इकारस्य इत्संज्ञा नास्ति अस्तु तेषाम् उपदायां नकारः अस्ति चेत् तस्य नकारः लोपः भवति ङिति प्रत्यये. ओके ह्रस्व हलन्तधातूनाम् उपदा नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति अनिदितां यत्र इत् नास्ति इकारः इत् नास्ति चेत् इद् इकारः इत् अस्ति चेत् इदित् भवति इत् नास्ति चेत् अनिदित् भवति यत्र नकारस्य तस्य नकारस्य लोपः भवति यत्र हलन्तमस्ति चेत् धातु हलन्तमस्ति चेत् अनिदित् अस्ति चेत् उपदायाः इति प्रत्यये परे उपदायाः नकारस्य लोपः भवति. अत्र किमर्थं रञ्ज् तत्र रञ्ज् इति धातुः प्रथमं तत् नकारस्य नकारः एव दृश्यते तत्र वा अनिदितां हल उपदायाः इति पर इति सूत्रः नकारः लोपः भवति परन्तु रञ्ज् ञकारः जकारः एव अस्ति तत्र नश्च पदान्तस्य जनि अपि च अनुस्वारसै परसवर्णे भवति रञ्ज् भवति परन्तु द्वयोः सूत्रस्य प्रसक्तिः अत्र नास्ति. ऐ मीन् किमपि भवति द्वयोः तत्र अनिदितां हल उपदाय किति इति सूत्रं न पश्यति तत्र नकारः एव पश्यति रेपः नकारः जकारः एव पश्यति सो अनिधि तस्य नकारस्य लोपः भवति इति परे उपधायाः नकारः अस्ति इति परे समीचीनं तर्हि सूत्रार्थः कः पुनः अस्मिन् विषये अग्रिमे सप्ताहे अपि चर्चयिष्यामः परन्तु सामान्यतया सूत्रार्थः कः इति भगिनी उक्तवती एव तत्र धातुः अनिदित् भवेत् अनिदिधातुः अनन्तरं हलन्तः अपि भवेत् उपधायां नकारः अस्ति चेत् तस्य लोपः भवति निमित्तमस्ति कित्नित् प्रत्यये परे इति उक्तं तर्हि इत्युक्ते धातुपाठे सर्वत्र सन्धिकार्यं कृत्वा एव तत्र सर्वं प्रदर्शयन्ति धातुपाठे तर्हि अस्माकं प्रक्रियावसरे यानि सूत्राणि सन्धिकार्यसम्बद्धसूत्राणि त्रिपाद्यां सन्ति तानि कार्याणि वयं तत्र आदौ एव न कुर्मः यदा धातुपाठे यः धातुः अस्ति तं यदा वयम् आनयामः प्रक्रियार्थं तदानीं तत्र सन्धिकार्यं सर्वं निष्कास्य एव वयम् आनयामः यतोहि यदि तत्र अङ्गकार्याणि सर्वाणि सन्ति तानि प्रथमं कृत्वा तदनन्तरमेव सन्धिकार्यं प्रति गच्छामः खलु अतः यद्यपि धातुपाठे तत्र ञकारः अस्ति परन्तु यदा वयं प्रक्रियार्थं धातुम् आनयामः तत्र मूले यः नकारः अस्ति तमेव स्वीकृत्य वयम् आनयामः तत्पश्चात् सन्धिकार्यं सर्वं कृत्वा अङ्गकार्यं सर्वं कृत्वा तदनन्तरम् अवसरः अस्ति चेत् सन्धिकार्यं भवति एवमेव अत्रापि यद्यपि धातुपाठे रञ्ज् इति दृश्यते तत्र ञकारः अत्र मूले धातौ तु रञ्ज् इति एव अस्ति रञ्ज इति अस्ति रेपः अकारः नकारः जकारः अनुनासिककारः इति एव अस्ति तत्र अनन्तरं लौकिकधातुः कः इति चेत् तत्र ञकारः तत्र स्थापयन्ति तर्हि यदा प्रक्रियार्थं वयम् आनयामः तदानीम् एतादृशसन्दर्भेषु यत्र न लोपः इत्यादि भवति तत्र नकारः एव वयम् आनयामः इति स्मर्तव्यम् अत्र गृहपाठरूपेण चिन्तयन्तु यदि धातुः अनिदित् अस्ति अत्र अनिदिधातुः अस्ति तत्र सूत्रे हलः इति शब्दस्य किं प्रयोजनम् इति चिन्तयन्तु गृहपाठरूपेण किं प्रयोजनम् इति गृहपाठरूपेण चिन्तयन्तु अग्रिमसप्ताहे तस्मिन् विषये अपि चिन्तनं कर्तुं शक्नुमः तर्हि अत्र स्थगयामः इतोपि अग्रे अग्रिमसप्ताहे धन्यवादः धन्यवादः नमस्कारः धन्यवादः धन्यवादः